अस्तु, नमस्कारः सर्वेषां. संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति करपत्रम् अधीतवन्तः. तत्र सर्वेषां पारिभाषिकशब्दानाम् अर्थमपि अवगन्तवन्तः. इदानीं पुनः विद्याधर्यां पाठः अनुवर्तते. तत्र षण्णवतितमे पुटे भेदस्य पृथक्त्वस्य च को विशेषः इति वयं पठितवन्तः पूर्वस्मिन् वर्गे. इदानीं ततः अग्रे सूक्तिललन्तिका भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः, ततः आरभ्य पाठः अनुवर्तते. अस्तु, पूर्वस्मिन् वर्गे किञ्चित् सारांशरूपेण वदति वा भगिनी? न, सुनील् महोदय प्रथमं भवानेव आगतवान्. गतसप्ताहे वयं दृष्टवन्तः अत्र भेदः पृथक्त्वम् इति, तत्र कः भेदः इति. अत्र भेदः तु सर्वपदार्थवृत्तिः, भेदः गुणः न, एतदेव प्रधानविशेषः. अनन्तरं पृथक्त्वम् इति गुणः, सः गुणः भेदात् भिन्नः इति अस्ति. तव सः नवद्रव्यवृत्तिः एव, सर्वेषु पदार्थेषु न वर्तते इति. प्रधानमुख्यांशः आसीत् यत् भगिनी रामप्रिया भगिनी, तत्र द्वितीयपरिच्छेदे एकः मुख्यः विषयः आसीत्, किञ्चित् वदति वा तत्र? द्वितीयपरिच्छेदे एकनिमिषः भगिनी, एकनिमिषः. केन आगतम्? भगिनी नमस्ते. ओ, सुकुमनं वा? अस्तु, नूतनतया केनापि आगतं वा? अस्तु, इदानीमेव अहम् आगतम्. आमामां, तत्पूर्वं केनापि आगतं, परन्तु तथा सर्वदा भवति, यः आगच्छति सः नाम न वदति इति मन्ये. अग्रे गच्छामः, चिन्ता नास्ति. रामप्रिया भगिनी, द्वितीयपरिच्छेदे तत्र एकः मुख्यांशः आसीत्, किञ्चित् वदति वा तत्र? एतद् अकारणे गुणे इति वा? तदेव, तदेव. अकारणे गुणे कथं पृथक्त्वरूपं कार्यम् उत्पद्यते इति अस्ति. इत्युक्ते गुणः तु गुणे न वर्तते, द्रव्ये एव वर्तते इति वयं जानीमः. अत्र अकारणे गुणे इति अस्ति इत्युक्ते गुणः गुणस्य कारणं न, अकारणः, अकारणम् अकारणः. अतः तद् पृथक्त्वरूपं, पृथक्त्वम् इति गुणः, पृथक्त्वम् इति कार्यं कथम् एतद् उत्पद्यते इति. इत्युक्ते गुणस्य कारणं तु, समवायिकारणं तु सर्वदा द्रव्यं भवति, गुणं न भवितुम् अर्हति इति. यदा कोऽपि वदति रूपं घटात् पृथक्, तत्र किञ्चित् अवगमनं सम्यक् नास्ति इति. इत्युक्ते तद् प्रत्ययः तु गुणं न अवगाहते, पृथक्त्वरूपं गुणं न अवगाहते, न विषयीक्रियते, परन्तु भेदमेव स्वीक्रियते इति मुख्यांशः आसीत्. अस्तु, अन्तिम परिच्छेदे तत्र किमपि नास्ति, साधारणकारणम् असाधारणकारणम् इति तद् तत्सर्वं जानाति एव खलु. अग्रे गच्छामः. अस्तु, भवती एव पठतु प्रथमपरिच्छेदं, सूक्तिललन्तिका इति अस्ति खलु तत्र. सूक्तिललन्तिका, भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः. अत्र इदं विचार्यते, भवती भेदेन सर्वत्र निर्वाहः. एतावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्व अवगाहित्वेन उपन्यस्ताः, तेषां हि भेदः एव विषयः. न हि विनिगमनाविचारः विनिगमनाविरहः क्षम्यताम् रूपादौ रसादिप्रतियोगिक भेदस्य उभयवादिसिद्धस्य क्लुप्तत्वात् गुणे गुण न अङ्गीकारेण गुणानि अनङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात् किञ्चित् शनैः शनैः गच्छामः तत्र प्रथम वाक्यद्वयं पठतु किमपि नास्ति तत्र अग्रिमे भवती एव प्रथमवाक्यद्वयं पठतु अनन्तरं किञ्चित् वदतु तदनन्तरं वाक्यद्वयं पठतु इति करोतु आम् अतः प्रथमं भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इति सूक्तिः इति अस्ति भवति भेदेन सर्वत्र निर्वाहः भेदः एव पर्याप्तं तस्यैव प्रयोगं कर्तुं शक्नुमः पृथक्त्वम् इति गुणः न आवश्यकम् इति प्रथमं एतावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्व अवगाहित्वेन उपन्यस्ताः तेषां हि भेद एव विषयः यदा वयं पूर्वोक्त प्रत्ययाः वयं दृष्टवन्तः एतावत् यथा यथा उदाहरणं कर ददातु रूपं घटः रूपं घटात् पृथक् रूपं घटात् पृथक् इति यदा प्रत्ययः वयं दृष्टवन्तः तत्र पृथक्त्व अवगाहित्वेन अवगाहः अवगाही इत्युक्ते विषयीकरोति एतत् पृथक्त्वम् इति विषयस्य ज्ञानं जनयति उपन्यस्ताः तेषां हि भेदः एव विषयः तत्र अपि भेदः एव विषयः इति नवीनानां मतम् अत्र सूचितमस्ति यतो हि बहवः जनाः पृथक्त्वम् इति प्रयोगं कुर्वन्ति यथा रूपं घटात् पृथक् पृथक्त्वावगाहित्वेन उपन्यस्ताः इत्युक्ते ते प्रयोगं कुर्वन्ति तेषां हि भेदः एव विषयः किमर्थं भेदः सर्वत्र कार्यं करोति अपि च पृथक्त्वस्य आवश्यकता नास्ति इति अत्र एकनिमिषः इदं पुरातननायिकानां विषयः अथवा नूतन नायिकानां विषयः इति किञ्चित् विनिगमनाविरहः अस्तु एको आगच्छति खलु इति वा अहं मम तु सम्यक् अस्ति अस्तु अस्तु यथा प्राचीनः एव वदति भगिनी प्राचीनानामेव प्राचीनाः पृथक्त्वम् अङ्गीकुर्वन्ति किन्तु नवीनाः तस्य आवश्यकता नास्ति इति वदन्ति नास्ति इति वदन्ति परन्तु अत्र प्राचीनानां वदन्ति यतो हि पृथक्त्वम् इति रूपम् अथवा प्रत्ययः भवति बहुजनेभ्यः परन्तु तत्रापि भेदः एव विषयः किमर्थं चेत् रूपं पृथक्त्वं गुणे गुणः न भवितुम् अर्हति तदर्थं तत्रापि भेदः एव विषयः इति अस्ति तेषां मतं नास्ति अत्र अस्तु न च विनिगमनाविरहः अत्र अभावः इति प्रयत्नं करोतु विनिगमनाविरहः इत्युक्ते अवगच्छति वा तद् अहम् अत्र युक्तिः अभावः इति उक्तवती. यत्र मार्गद्वयं वर्तते, तत्र युक्त्याः प्रयोगं कृत्वा एकस्य स्वीकरणे तत्र बाधा नास्ति इति विनिगमनाविरहः इति. इत्युक्ते अत्र भेदः एव प्रदर्शितः, तत्र किञ्चित् चिन्तयित्वा युक्त्या एकं स्वीकुर्मः चेत् तत्र विरोधः नास्ति इति. प्रत्ययः खलु, रूपं घटात् पृथक्, रूपं घटः न इति वदनस्य अपि समान अर्थः भवति, तदर्थं ते तथा वदन्ति. न च युक्ति अभावः इति किल, न च विनिगमनाविरहः. न च विनिगमनाविरहः इत्युक्ते यथा मया उक्तम् इति प्रतिभाति मम. इत्युक्ते युक्त्या एकस्य स्वीकरणेन रूपं घटात् पृथक् इति स्वीकरोतु, बाधा नास्ति. रूपं घटः न इति स्वीकरोतु, बाधा नास्ति. द्वयोः स्थाने भेदः एव विषयः इति विनिगमनाविरहः. युक्त्या किमपि स्वीकरणेन अपवादं न भवति इति किञ्चित् लिखितवती अत्र. पृथक्त्वस्य लक्षणे सर्वद्रव्यवृत्तिः इत्येव दत्तमस्ति. अतः रूपः घटः न इत्यस्मिन् स्थले पृथक्त्वेन वयं व्यवहारं कर्तुं न शक्नुमः एव. किमर्थम् इत्युक्ते रूपः गुणः. सत्यं तत्र पूर्वस्मिन् वाक्ये यदस्ति तेषां हि भेदः एव विषयः, तस्य अन्वयः तत्र अन्वयः अस्ति, न च विनिगमनाविरहः. इत्युक्ते रूपः घटः न इत्यस्मिन् स्थले भेदः एव भेदेन एव व्यवहारं कर्तुं शक्यते. नूतनतया केनापि आगतं वा? रूपादौ रसादिप्रत्योगिकभेदस्य उभयवादिसिद्धस्य क्लिप्तत्वात्. रूपादौ इत्युक्ते अत्र गुणः विषये अस्ति. सत्यं रूपः रसगन्ध इति. रूपादौ रसादिप्रत्योगिकभेदस्य तत्र रूपः रसः न इति यदा वयं स्वीकुर्मः चेत् तत्र उभयवादिसिद्धस्य, उभयम् इत्युक्ते रूपः रसः द्वयमपि पद द्वयमपि इत्युक्ते तत्र प्राचीनानाम् अपि च नूतनानाम् उभयवादिसिद्धस्य पक्षस्य प्रतिपादितं, द्वयोः अङ्गीकारः अस्ति तत्र. रूपे रसः न भवितुम् अर्हति, तत्र भेदः एव कार्यं कर्तुं शक्यते इति गुणे गुणानि गुण अनङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात्. अतः तदेव रूपे रसः न इति यदा वयं स्वीकुर्मः चेत् तत्र गुणे गुण न अङ्गीकारं तत् नास्ति इति. पृथक्त्वेन रूपं न रसः इत्यादि रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात् तत्र पृथक्त्वम् इति गुणः न इति. आम्, इत्युक्ते अत्र प्रथमपरिच्छेदं सर्वं पूर्वस्मिन् परिच्छेदे यत् पठितं, परन्तु पृथक्त्वं घटः घटात् पृथक् इति प्रत्ययः यत्किमपि दृष्टवन्तः तस्मिन्नेव विवरणम् अस्ति, विवरणम् अस्ति. अस्तु, सः पुनः प्रतिपादयितुम् इच्छति यत् गुणे गुणानङ्गीकारेण पृथक्त्वं रूपः न रसः इत्यस्य प्रसङ्गे कार्यं न कर्तुं शक्यते, तत्र भेदः एव स्वीकार्यः इति स्पष्टतया प्रतिपादितं. द्वयोः उभयोः पक्षयोः अङ्गीकारः अस्ति यत् गुणे गुणः न भवितुम् अर्हति इति स्पष्टतया प्रदर्शितं पूर्वस्मिन् परिच्छेदे. तदर्थम् अत्र पृथक्त्वस्य आवश्यकता एव नास्ति, भेदः एव सर्वत्र कार्यं कर्तुं शक्यते इति ते वदन्ति. परन्तु प्रायः गुणे गुणानङ्गीकारेण पृथक्त्वं तत्र कार्यं न करोति, कार्यं न करोति, तत्र भेदः एव इति तेषां मतम्. अत्र इदं विचार्यते, भवती भेदेन सर्वत्र निर्वाहः इति तु नूतनानां मतमस्ति अत्र. परन्तु गुणे गुणः न भवितुम् अर्हति, तत्र पृथक्त्वं कार्यं न कर्तुं शक्यते इति स्पष्टतया द्वयोः पक्षयोः अङ्गीकारः अस्ति इति अस्ति. भगिनि, कुत्र पठिष्यामः? इदानीं सप्तनवतितमे पुटे सूक्तिललङ्किका इति अस्ति, तत्र प्रथमपरिच्छेदं सप्तनवति. अस्तु अस्तु, इदानीं प्रथमपरिच्छेदे सन्तोषः जातः वा सर्वेषां? सुखमनमहोदय, तत्र किमपि क्लेशः नास्ति. अस्तु, सुनील् महोदय अवगच्छति वा? आमाम्, अत्र प्रश्नः नास्ति. अस्तु, अग्रे गमनात् पूर्वं पूर्वस्मिन् वर्गे प्रश्नः आसीत् खलु महोदय, भेदविषये कथं वयं प्रतियोगी वक्तुं शक्यते इति. आमामां, तत्र प्रतियोगिता तु स्वरूपसम्बन्धेन भवति, तत्र किमपि क्लेशः नास्ति खलु, तत्र प्रश्नः न आसीत्. अभावः प्रतियोगिता द्वयोः स्वरूपसम्बन्धेन भवति, तत्र कार्यं नास्ति एव. भेदस्य विषये अथवा प्रतियोगिता ज्ञानार्थं धर्मावच्छिन्नत्वं सम्बन्धावच्छिन्नत्वम् अपेक्षितम् इति पठितवन्तः. यतोहि पदार्थः एकमेव अस्ति, यथा मया दत्तम् उदाहरणं सूर्यः भूमिः न, तत्र धर्मस्य एव ज्ञानं पर्याप्तं, सम्बन्धस्य आवश्यकता नास्ति इति अस्माकं चर्चा अभवत्. परन्तु भेदः तु अन्योन्य अभावः एव, तदर्थं तादात्म्यसम्बन्धावच्छिन्नत्वम् इति अपेक्षितम् इति मम अपि च रक्षा भगिन्याः किञ्चित् ईमेल् चर्चा अभवत्. प्रश्नः पुनः पृच्छतु महोदय, इदानीं मम मनसि स्पष्टता अस्ति, परन्तु भवतः प्रश्नः कः इति मम स्पष्टता नास्ति तत्र. तत्र वाक्यं द्रष्टव्यं भगिनि, करपत्रे इदानीम् अहं न स्मरामि, किन्तु सारांशत्वेन एतदेव प्रश्नः आसीत्, स्वरूपसम्बन्धेनैव अभावः अपि च प्रतियोगी ते सर्वे वर्तते, किन्तु तादात्म्यसम्बन्धेन इति तत्र दत्तमासीत्, अतः एव प्रश्नः. स्वरूपसम्बन्धेन प्रतियोगिता अपि च अभावः द्रव्ये अथवा यत्र किमपि यत्र कुत्रापि भवितुम् अर्हति, परन्तु यत्र प्रतियोगितायाः ज्ञानम् अपेक्षितं तत्र प्रतियोगिता कस्य इति ज्ञानस्य आवश्यकता अस्ति, इत्युक्ते घटस्य वा पटस्य वा पर्वतस्य वा यत्किमपि भवतु, तस्य पदार्थस्य ज्ञानं, पदार्थस्य ज्ञानं वयं तु जानीमः यत् धर्मावच्छिन्नत्वं भवति एव घटत्वम्। एतदेव प्रश्नः आसीत् भगिनि, भेदीयप्रतियोगिता इति तत्र दत्तमासीत्, भेदीयप्रतियोगिता यस्य प्रतियोगि भेदीयप्रतियोगिता इति तत्र करपत्रे एकः एकसमासम् अस्ति तत्र। मम अवगमनं तत्र प्रश्नः किम् इत्युक्ते, यस्य अभावः तदेव तत् प्रतियोगी इत्येव प्रतियोगिताक अभावः। आहा, प्रतियोगी तस्य लक्षणं किं, यस्य अभावः तत् प्रतियोगी इत्युक्ते किल, यस्य अभावः तत् प्रतियोगी, घटमेव घट अभावस्य प्रतियोगी। सत्यं, तस्य प्रतियोगी इत्यस्य भावः प्रतियोगिता, तस्मिन् प्रतियोगिता भवति, प्रतियोगी प्रतियोगितायाः आश्रयः, तस्य प्रतियोगितायाः ज्ञानार्थं पदार्थस्य ज्ञानम् अपि च तत् पदार्थः कस्मिन् सम्बन्धे कुत्र वर्तते इत्यपि ज्ञानम् अपेक्षितम्। तादात्म्यसम्बन्धावच्छिन्नत्वं सम्यक् एव इति एकप्रसङ्गे यत्र घट ए घट बि इति न भवति तत्र अत्यन्ताभावः अपि च अन्योन्यभावः समानम् इति दृश्यते, यथा मया दत्तम् उदाहरणे सूर्यः भूमिः सूर्यः न इति, इत्यस्य प्रसङ्गे भूमिः अपि एकः एव अपि च सूर्यः अपि एकः एव, तदर्थं तादात्म्य सम्बन्धावच्छिन्नत्वं न अपेक्षितम् इति भाति, परन्तु पारिभाषिकशब्दः भेदः अन्योन्यभावः इति एव स्वीकुर्मः, तदर्थं पादात्मसम्बन्धावच्छिन्नत्वम् अपेक्षितम् इति चर्चा अभवत्। भवतः ईमेल् मम पार्श्वे न आसीत्, नो चेत् अहं प्रेषयामि स्म। अहं ददामि भवत्याः ईमेल् किं भगिनि? अस्तु, मम नाम अपि च सावित्री डाट् देवराज् अट् जीमेल् डाट् काम्। सावित्री इति कथं स्पेलिङ्ग्? एस् ए वि ऐ टि आर् ऐ टि एच् आर् ऐ टि एच् आर् ऐ डाट् डि इ वि ए आर् ए जे देवराज् अट् जिमेल् डाट् काम्। अस्तु, ईमेल् प्रेषयामि, यत्किमपि लिखितं तत्र पठतु, अनन्तरं प्रश्नः अस्ति चेत् पुनः वार्तालापं कुर्मः। निश्चयेन भगिनि, धन्यवादः। अस्तु अस्तु, इदानीं द्वितीयपरिच्छेदं पठामः। अस्तु, भवान् एव पठति वा महोदय, शुकवनमहोदय? भगिनि, यत्तु भेदस्थले प्रतियोग्यनुयोगिवाचकपदयोः प्रथमा विभक्तिः, पृथक्त्वस्थले तु अवधिवाचकपदात् पञ्चमी, आश्रयवाचकपदाच्च प्रथमा इति पदार्थयोः भेदसाधकं क्वचिदुक्तं, तत्तु प्रक्रियामात्रं, घटात् अन्यः पटः, भिन्नः पटः इत्यादि प्रतियोगिनिर्वाहाय नञ्ज समभिव्याहारे एव एतादृशविभक्तिनियमस्य उपयोगात्, पदभेदस्य अर्थभेदे अप्रयोजकत्वाच्च, क्रियः द्वितीयासाकाङ्क्षत्वात् यततेस्तु तदभावात् आद्येन कर्मसापेक्षकृतेः द्वितीयेन कर्मनिरपेक्षकृतेः अर्थान्तरस्य वा बोधः इत्यस्यापि स्वीकारापत्तेः यत्तु भेदस्थले प्रतियोगि अनियोगिवाचकपदयोः प्रथमाविभक्तिः आम् घटः पटः न इत्यस्मिन् स्थले द्वयोः अपि प्रथमाविभक्तिः एव भवति. पृथक्त्वस्थले तु अवधिवाचकपदात् पञ्चमी आश्रयवाचकपदाच्च प्रथमा इति पदार्थयोः पृथक्त्वम् इति स्थले घटः पटात् पृथक् इत्येव वयं वदामः. तत्र घटस्य अवधिः पटे वर्तते, अतः अवधिवाचकपदात् पञ्चमी पटात् इति यदा वदामश्चेत् तत्र पञ्चमी दृश्यते. आश्रयवाचकपदात् प्रथमा, घटः तु प्रथमाविभक्त्यामेव अस्ति इति पदार्थयोः भेदसाधकं क्वचिद् उक्तम् इति पूर्वमेव वयं दृष्टवन्तः. तत्तु प्रक्रियामात्रम्. इदानीं चिन्तनं कदा कथं चलति इत्युक्ते, वयं व्याकरणेन अत्र दृष्टिः अस्ति. भेदस्थले घटः पटः न इति व्यवहरामः, तत्र द्वयमपि प्रथमाविभक्त्यां, किन्तु पृथक्त्वस्थले घटः पटात् पृथक् इति एकस्य प्रथमा अन्यस्य पञ्चमी इति तस्मात् पृथक्त्वम् इति गुणः भेदात् पृथक् इति व्यवहारं शक्यते वा इति पृच्छति चेत् तत्तु अत्र कस्य मतम् इति भाति भवता? नूतनानां मतमेव. नूतनानां सत्यं ते एव वदन्ति सर्वदा पृथक्त्वम् इति अन्यतमगुणः न आवश्यकं, भेदद्वारेणैव सर्वत्र व्यवहारं शक्यते, निर्वाहितुं शक्यते इति. तत्तु प्रक्रियामात्रम् इति दत्तमस्ति इत्युक्ते तत्र तादृशप्रयोगं व्याकरणे भवति, तद् तेन द्वारेण पृथक्त्वम् इति अन्यतमगुणः इति न साधितुं शक्यते इति. सत्यं. घटात् अन्यः पटः, भिन्नः पटः इत्यादि प्रतियोगिनिर्वाहाय नञ्ज् पदसमभिव्याहारे एव तादृशविभक्तिनियमस्य उपयोगात्. अत्र घटः पटः न इति यदा वयं वाक्यं निर्मीयते तत्र नञ्ज् न इति नञ्ज् प्रत्ययं तत्र दृश्यते. यदा नञ्ज् प्रत्ययः आगच्छति तत्र पञ्चमी न वक्तुं शक्यते, अतः एव वयं घटः पटः न इति लिखामः इति उपयोगं तत्र. तादृशविभक्तिनियमस्य उपयोगात् इति पदभेदस्य पदभेदस्य अर्थभेदे अप्रयोजकत्वाच्च. यदा पदं भिद्यते ततः अर्थभेदः इति किमपि नियमः नास्ति. तत् अप्रयोजनं अस्माकं चिन्तने, अतः तत् न स्वीकार्यम् इति. क्रियः द्वितीया साकाङ्क्षत्वात् यततेस्तु तदभावात् आद्येन कर्मसापेक्षकृतेः तदहं अहं अवगच्छामि भवती एव. किञ्चित् वदामि, अत्र सर्वं सम्यक्तया उक्तं भवता. अत्र यथा भवान् उक्तवान् नूतनानां मतम् अस्ति, यथा पञ्चमी प्रथमा तत् सर्वं प्रक्रियामात्रम् इत्युक्ते भाषामात्रमेव, द्वितीय उदाहरणमस्ति पदभेदस्य अर्थभेदो न भवति यथा क्लिन् प्रत्यये करोति इति भवति खलु कार्यं करोति तत्र कर्मपद कर्मपदम् अपेक्षते क्लिन् इति धातु परन्तु यतते यत् धातु तत्र अकर्मकः इत्युक्ते तस्य कर्मपदं न भवति कृण् कृण् धातो अपि च यतते धातो समानार्थकः परन्तु एकस्य कर्मापेक्षते द्वितीयस्य कर्मापेक्षा नास्ति तदेव यतते इति धातुः तत्र द्वयोः तत्र एकस्य कार्यं करोमि अथवा यतनं भवान् जानाति खलु यतते इत्यस्य अर्थः तथा पदभेदस्य अर्थभेदो न भवति इति तत्र सारांशत्वेन उक्तमस्ति क्रियः इति धातुः सकर्मकधातुः यत् यत् इति धातुः अकर्मकधातुः किन्तु तयोः मध्ये अर्थभेदः नास्ति यद्यपि प्रयोगे भेदः दृश्यते अत्र एकम् इतोपि एकः विषयः अस्ति प्रथमपरिच्छेदस्य अन्तिमवाक्यं पठामि पुनः गुणे गुणानङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात् इत्युक्ते तत्र कारणपञ्चमी अनिर्वाहात् किमर्थम् इत्युक्ते पूर्वं कारणं दत्तमस्ति अनन्तरं तथा वाक्यं भवति अत्रापि तथा एव अस्ति द्वितीयपरिच्छेदे अत्र घटात् उपयोगात् अभावात् स्वीकारापत्तेः इति सर्वं तेषां शैली अस्ति अत्र अस्मिन् पुस्तके सर्वदा कारणपञ्चमी अन्ते वदति प्रथमं तस्य कारणं ददाति तदनन्तरं कारणपञ्चमी भवति इति बहुवारं दृष्टवन्तः अस्माभिः नैयायिकानां शैली तत् शैली सम्यक् भगिनि इदानीं सुनीलमहोदय अथवा रामप्रिया भगिनी पुष्पा भगिनी प्रश्नाः सन्ति वा द्वितीयपरिच्छेदे न भगिनि स्पष्टम् अस्तु सम्यक् भगिनि स्पष्टम् अस्तु पुष्पा भगिनी पठति वा हा अस्तु भगिनि अतः एवम् एकनिमिष अतः एवं वाच्यं मूर्त गतक्रियया तस्य मूर्तान्तरेण विभुना च संयोगो भवति एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इत्यपि अविवादं हस्तपुस्तक संयोगेन कायपुस्तकसंयोगो जायते इति इत्यस्यापि संयोगप्रकरणे निरूपणात् पुनः पश्यतु तत्र कारणपञ्चमी अन्तिमे आगच्छति अन्ते आगच्छति निरूपणात् वदतु भगिनि यत्किञ्चित् अवगच्छति किञ्चित् वदतु अतः एवं वाच्यं तत्कारणात् पूर्व विवरणं कृतं न तत्कारणात् मूर्तगतक्रियया तस्य मूर्तान्तरेण तत्तु पुनः च संयोगो भवति मूर्तान्तरः न मूर्तगतक्रियया मूर्तान्तरेण विभुना संयोगः भवति तत्र किम् अवगतम् मूर्तगतक्रियया इत्युक्ते मूर्तगतक्रियया इत्युक्ते तत्र कार्यं कार्यं अस्ति न तत् चक्रं चक्र भ्रमणं प्रथमं चक्रभ्रमणं न इदानीं मूर्तगतक्रियया इत्युक्ते मूर्त इति पदस्य का विवक्षा अत्र मूर्तद्रव्यम् इति अस्तु मूर्तद्रव्यम् इत्युक्ते मूर्तद्रव्यम् इत्युक्ते विवरणं कर्तुं चिन्ता नास्ति कति द्रव्याणि सन्ति द्रव्या तु नवद्रव्याणि सन्ति नवद्रव्याणि पृथ्वी जलं तेजः वायु आकाश कालः आत्मा मनः यस्मिन् क्रिया वर्तते पूर्वस्मिन् वर्गे अपि दृष्टवन्तः मूर्तक्रिया मूर्तगतक्रियया इत्युक्ते मूर्तद्रव्ये मूर्तद्रव्यं भवति यस्मिन् द्रव्ये क्रिया भवति पृथिवी जलं तेजः मनः मनः अपि मूर्तद्रव्यम् इति वदामः तस्मिन् अपि चलन इति सर्वम् अस्ति मनः चलति अत्र सर्वत्र चलति तदर्थं ये सर्वे मूर्तद्रव्यानि यस्मिन् क्रिया भवति तद् मूर्तगत मूर्तक्रिया अस्तु मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुना च संयोगो भवति इत्युक्ते उदाहरणं स्वीकुर्मः हस्त अपि च पुस्तकं हस्तः अस्ति पुस्तकमपि अस्ति हस्ते क्रिया भवति चेत् कम्पना भवति चेत् पुस्तकस्य संयोगः भवितुम् अर्हति खलु तदेव लिखितम् अस्ति तत्र मूर्तगतक्रियया तस्य मूर्तान्तरेण अथवा विभुना संयोगो भवति मूर्तान्तरेण इत्युक्ते अन्यद्रव्येण तत्र पुस्तकम् अथवा आकाशः यत्किमपि भवतु विभुना तदर्थं लिखितमस्ति मूर्तगतक्रियया तस्य मूर्तान्तरेण अथवा विभुना संयोगो भवति अवगतम् अवगतम् अवगतम् द्वितीयवाक्यं परिशीलयतु एवम् अवयवसंयोगेन अवयविनः द्रव्यान्तरेण संयोगः जायते इति अपि अविवादं हा तदैव अवयवसंयोगेन अवयविनः द्रव्यान्तरेण उदाहरणे वदतु हस्तपुस्तकसंयोगः अत्र हस्त अवयव अत्र हस्तपुस्तकसंयोगे हस्त एकद्रव अवयवः हस्त अवयवः अवयव कस्य अवयवः हस्तं हस्तः कस्य अवयव शरीरस्य शरीरस्य उत्तमं शरीरस्य अवयवः तत्र द्रव्यान्तरेण संयोगः जायते अवयविनः अत्र अवयविनः इति विशेषणम् अस्ति कस्य विशेषणं भवितुम् अर्हति अवयविनः पुस्तकस्य द्रव्यान्तरस्य पश्यतु प्रथमवाक्यम् अवगतं खलु हस्तगतक्रियया हस्तस्य अपि च पुस्तकस्य संयोगः भवति चिन्ता नास्ति तत्र सुलभमेव एतदेव रीत्या हस्तगतक्रियया हस्तपुस्तकसंयोगः जायते अपि च हस्तः शरीरस्य अवयवः अवयविनी अपि संयोगः जायते इत्युक्ते कायपुस्तकापि संयोगः भवति इति अविवादम् इति लिखितमस्ति. हस्तपुस्तकेन शरीर तु पुस्तकस्य संयोगः भवति. तत्र जानाति वा कर्मजसंयोगः अपि च संयोगजसंयोगः इति द्विप्रकारकः. प्रथम यथा हस्तपुस्तकसंयोगः भवति द्वितीयं भवति संयोगजसंयोगः. तदेव लिखितमस्ति अन्तिमवाक्यं तदेव पठतु. हस्तपुस्तकसंयोगेन कायपुस्तक संयोगः जायते इति अस्यापि संयोगप्रकरणे निरूपणात्. अस्तु, अवगच्छति वा? अवगच्छति. वदनं वा बहु कष्टमस्ति मया. अवगच्छति, अर्थम् आगच्छति. अस्तु भगिनि, सुनीलमहोदय पठति वा? अहं पठामि. स च कर्मजः संयोगजो वा संयोगः अवयवकर्मणा अवयवसंयोगेन वा मूर्तान्तरे जायमानः अवयविनी तावत् न जायते इत्यवश्यं वाच्यम्. अन्यथा कपालक्रियया कपालः घटेन संयुक्तः कपालसंयोगेन कपालः घटेन संयुक्तः इत्यस्य स्वीकारणापातात् स्वीकारापातात् क्षम्यताम्. अत्र स च कर्मजः संयोगजो वा संयोगः अवयवकर्मणा अवयवसंयोगेन वा मूर्तान्तरे जायमानः अवयविनि तावत् न जायते इत्यवश्यं वाच्यम्. अत्र इदानीं कर्मजसंयोगः वा संयोगजसंयोगः वा इति द्वयमस्ति. तत्तु अवयव कर्मणा वा अवयवसंयोगेन वा अन्यद्रव्येण सह संयोगः भवति, परन्तु अत्र अवयविनि संयोगः न इति अपि अस्ति. इदानीं पूर्वस्मिन् परिच्छेदे अपि च अस्मिन् परिच्छेदे भेदः कः? प्रथमवाक्यं पूर्वस्मिन् परिच्छेदे अपि च द्वितीयपरिच्छेदे प्रथमवाक्यं. पूर्वस्मिन् परिच्छेदे द्रव्यद्वयम् आसीत् इत्युक्ते हस्तः इति एकं द्रव्यं, पुस्तकम् इति अन्यद् द्रव्यम् इति स्वीकुर्मः. परन्तु अत्र इदानीं कपालघटयोः मध्ये अवयवावयविनी भावः अस्ति, अतः अत्र भिन्न भिन्नद्रव्यं नास्ति. परन्तु अत्र मूर्तान्तरे इति लिखितमस्ति महोदय, मूर्तान्तरे इति लिखितमस्ति, परन्तु मूर्तान्तरं द्रव्यम् अवयविनी एव भवति द्वितीयपरिच्छेदे. तदेव व्यत्यासः किल? सत्यं महोदय, सत्यम्. अस्तु, प्रथमवाक्यस्य पुनः अर्थः कः इति वदति वा? अत्र कर्मजः संयोगः वा अथवा संयोगः संयोगजसंयोगः इति द्वयमस्ति. अत्र अवयव कर्मणा वा अथवा अवयवसंयोगेन वा अवयविनि या तावत् न जायते इति अपि स्वीकुर्मः न स्वीकुर्मः इति इत्येव अस्ति खलु. हस्तगतक्रियया यदा द्वितीयमूर्तान्तरं द्रव्यं नास्ति शरीरे कार्यम् आगच्छति अथवा शरीरे अपि च हस्ते द्वयोः मध्ये संयोगः सम्भवः वा न सम्भवः असम्भवः खलु तदर्थमेव लिखितं तत्र अवयविनि न जायते संयोगजः वा अथवा कर्मजः वा संयोगः न जायते इति वाच्य इति अन्यथा कपालक्रियया कपालः घटेन संयुक्तः कपालसंयोगेन कपालः घटेन संयुक्तः इत्यस्य स्वीकारपातात् एवं स्वीकुर्मः चेत् अत्र कपालक्रियया कपालः घटेन संयुक्तः इति वदामः कपालसंयोगेन कपालः घटेन संयुक्तः इति अपि स्वीकरणीयम् इति आपतति तत्र किमर्थं तथा न भवति कपालस्य संयोगः भवति वा भवति चेत् किं भवति अत्र वयं पूर्वं दृष्टवन्तः अत्र पृथक्त्वस्य विषये तद् एकदशवृत्तित्वे भवति इति कारणम् अतः पृथक्त्वं तत्र भवितुं न अर्हति इति वयं दृष्टवन्तः इदानीं पर्यन्तं यत्किमपि दृष्टवन्तः अस्मिन् पुस्तके तदेव स्वीकृत्यापि वक्तुं शक्यते द्वयोः उभय पक्षयोः सम्मतम् अस्ति यत् घटस्य कपालस्य संयोगः न भवति इति भवति चेत् अनुभवविरुद्धः खलु तत्तु अनुभवविरुद्धः अपि च तत्र किं भवति कर्मजसंयोगः भवति वा संयोगजसंयोगः भवति वा इत्यपि न वक्तुं शक्यते अस्तु अत्र भगिनी घटः कार्यं कपालः तु कारणं कार्यकारणयोः मध्ये समवायसम्बन्धः एव अस्ति किल यत्र समवायसम्बन्धः अस्ति तत्र संयोगसम्बन्धः न भवति एव सत्यं सत्यम् अत्र एवमेव लिखितमस्ति इति प्रथमवाक्यं लिखितमस्ति अवयविनि संयोगः न भवति अवयवकर्मणा परन्तु अन्यथा यथा तथा भवति इति स्वीकुर्मः चेत् तदा घटस्य कपालस्य संयोगः भवति कपालसंयोगेन कपालः घटेन संयुक्तः भवति तत्तु अनुभवविरुद्धः अपि च समवायसम्बन्ध इत्सर्वं जानन्ति एव संयोगः न भवति समवायसम्बन्धः अस्ति अवयव अवयविनोः तत्सर्वं सत्यमेव अस्तु अत्र न लिखितमस्ति तथा भवति इति परन्तु तथा स्वीकुर्मः चेत् बहवः आपत्तयः भवति इति लिखितम् अस्तु अग्रे गच्छामः वा आम् किन्तु तत्र तृतीयपरिच्छेदे च अपि च चतुर्थपरिच्छेदे यत् तत्र दत्तं मया अवगतं किन्तु तस्य तादृशविवरणस्य अत्र रेलेवेन्स् किम् इदानीं चर्चा किं पृथक्त्वम् इति गुणः आवश्यकं वा न वा इति सत्यं तृतीयपरिच्छेदे अपि च चतुर्थपरिच्छेदे यत् दत्तं तत् मया अवगतं किन्तु तत् अत्र किमर्थं प्रश्नः अस्ति द्वितीयपरिच्छेदस्य वा तृतीयपरिच्छेद अपि च चतुर्थपरिच्छेद यद् दत्तमस्ति तत् किमर्थम् अत्र चर्चा भवति इति मया न अवगतम् अस्तु नूतननैयायिकानाम् आपादनम् अधः अस्ति अन्तिमपरिच्छेदे अस्ति तत्र पश्यामः तत् इदमेव वक्तव्यम् अस्ति अत्र नूतनानां मतं किम् अस्ति इति न जानीमः एव अस्तु महोदयेन बहुवारम् उक्तम् अस्माकं वर्गे नूतनानां मतं न जानीमः एव, परन्तु अहं चिन्तयामि नूतनानां मतं तु पृथक्त्वम् इति अन्यतमगुणः न आवश्यकम्, भेदद्वारेण एव सर्वत्र व्यवहारं कर्तुं शक्यते इति तेषां मतम् इति. न, ग्रन्थकारः एव तथा मतं स्वीकृत्य तस्य अपवादमपि दीयते इत्युक्ते अस्तु, तत् अवगच्छति चेत् सम्यक्. नूतनानां मतं किम् अस्ति, तेषां वादः कः इति अपि किमपि कुत्रापि न लिखितं, ग्रन्थकारेण स्वीकृतम् अस्ति पृथक्त्वम् इति गुणः, प्राचीनानां मतं स्वीकरोति सः विद्याधरी पुस्तकस्य ग्रन्थकारः, अपि च आपादनं स्थापयति नूतनानां किं चिन्तयितुं शक्यते, कः आपाद किम् आपादनं स्थापयितुं शक्यते तस्य अपि समाधानं ददति. आं भगिनि, प्रथमपरिच्छेदे अत्र शुक्तिललितललन्तिका किं भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः. प्रथमपरिच्छेदे घटः रूपः घटः न, अपि च रूपः रसः न इति द्वयोः स्थले अपि भेदस्य एव निर्वाहं भवितुम् अर्हति, न तु पृथक्त्वेन. किमर्थम् इत्युक्ते पृथक्त्वं तु नव द्रव्यवृत्तिः एव इति. सत्यं, तद् अहम् अवगच्छामि. द्वितीयपरिच्छेदे व्याकरणदृष्ट्या किञ्चित् भेदः अस्ति इति लिखित्वा तदनन्तरं तत्तु प्रक्रिया एव, किन्तु अर्थभेदः नास्ति तयोः मध्ये, अतः तत्रापि भेदस्य भेदे एव तत्रापि अर्थभेदः नास्ति इति तत् स्वीकृत्य पृथक्त्वभेदयोः भेदः भेदः अस्ति इति न वक्तुं शक्यते इति. तादृशं तृतीय अपि च चतुर्थपरिच्छेदे यद् दत्तमस्ति तस्य रेलेवेन्स् इति. अस्तु अस्तु अस्तु, अवगच्छामि. इदानीं पृथक् पृथगाश्रयाश्रितत्वम् इति आगच्छति खलु, तस्य परिचयः शनैः शनैः आगच्छति. अस्तु अस्तु अस्तु, तदर्थमेव दत्तमस्ति संयोगः, कुत्र संयोगः सम्भवति, कुत्र न सम्भवति, निकषः कः तस्य सम्भवार्थम् इति सर्वं दत्तमस्ति. शनैः शनैः किञ्चित् किञ्चित् एव स्वीकृत्य संयोगमेव स्वीकृत्य अग्रे गच्छति सः. अस्तु, इदानीं तृतीयपरिच्छेदं पठामः. रामप्रिया भगिनी पठति वा? आं भगिनि. कुतः एषः अवयविनी घटे न उत्पद्यते इति विचारः मूर्तयोः युतसिद्धयोः एव कर्मजः संयोगजः वा संयोगो भवति, न अन्ययोः इति निश्चितम्. कौ युतसिद्धौ? पृथग् आश्रय आश्रितौ. वृक्षः खलु स्व अवयवे स्थितः, पक्षी स्व अवयवे च. उत्पन्नायां पक्षिणी पुनः क्रियायां जायते कर्मजः संयोगः. अत्र किमर्थम् अवयविनी घटः न उत्पद्यते इत्युक्ते कपाले घटः पुनः पठतु, अवगच्छति भवती. कुतः एषः अवयविनी घटे न उत्पद्यते इति विचारे मूर्तयोः युतसिद्धयोः एव कर्मजः संयोगजः वा संयोगो भवति, न अन्ययोः इति निश्चितम्. इत्युक्ते यदा अवयविनी इति घटे तस्य विशेषणम्, अवयविनी इत्युक्ते घटः सप्तमी अस्ति. अवयविनी घटे किमर्थं न उत्पद्यते इति विचारः अस्ति मूर्तयोः मूर्तद्रव्ययोः युतसिद्धयोः एव कर्मजः वा कर्मजः संयोगः वा संयोगजः संयोगः वा भवति, न अन्यत्र न अन्ययोः इत्युक्ते यदा अयुक्तसिद्धयोः मध्ये कर्मजः संयोगः संयोगजः संयोगः न भवति इति अस्ति. कः कौ युतसिद्धौ इत्युक्ते पृथग् आश्रय आश्रितौ. यदा अत्र उदाहरणरूपेण अस्ति वृक्षः स्व अवयवे स्थितः स्व अवयवे आश्रितः वृक्षः, पक्षिः स्व अवयवे आश्रितः पृथग् आश्रय आश्रितः तौ वृक्षपक्षिणौ. उत्पन्नायां पक्षिणी पुनः क्रियायां जायते कर्मजः संयोगः. अत्र सप्तमी सती सप्तमी उत्पन्नायां पक्षिणी यत्र यस्य अवयवः भिन्नः अस्ति तत्र पुनः क्रियायां वृक्षेण सह पक्षिणः वृक्षेण सह संयोगः जायते यदा कर्मजः संयोगः वा संयोगजः संयोगः वा भवति. उत्पन्नायां पक्षिणी पुनः क्रियायां जायते उत्पन्नायां क्रियायां क्षम्यताम् उत्पन्नायां क्रियायां यदा क्रिया उत्पन्ना भवति पक्षिणी पुनः पुनः उत्पन्नायां क्रियायां पक्षिणी जायते कर्मजः संयोगः. तत्र यदा वृक्षेण सह वृक्षेण सह यदा क्रिया उत्पन्ना भवति तदानीं पक्षिणः संयोग कर्मजः संयोगः वृक्षेण सह भवति. इत्युक्ते वृक्षपक्षिणोः मध्ये संयोगः भवति तस्य अवयवेन सह संयोगः न भवति इति. अत्र अवयविनी अवयवः इत्यस्य चर्चा नास्ति. अन्तिमवाक्ये अस्ति यत् यदा कार्यम् उत्पद्यते पक्षिणी कार्यमुत्पद्यते चेदपि अथवा कम्पनक्रियायां वृक्षे भवति चेदपि चिन्ता नास्ति. यत्र कुत्र क्रिया भवति तदा पक्षिणी अपि च वृक्ष द्वयोः मध्ये एव पक्षी अपि च वृक्ष द्वयोः मध्ये कर्मजसंयोगः भवति. यदा पक्षी स्व अवयवे स्थितः इत्युक्ते तस्य पादौ वा पङ्कः वा यत्किमपि भवतु तस्मिन् क्रिया भवति चेत् अवयवे क्रिया भवति चेत् अवयवे अपि च वृक्षस्य मध्ये कर्मजसंयोगः भवति. तदनन्तरम् अस्माकं वक्तुं शक्नुमः यत् पक्षिणी अपि च वृक्षः अपि संयोगजसंयोगः भवति. परन्तु अत्र तावत् डीटेल्स् नास्ति इत्युक्ते एकः एव क्रिया अस्ति तदर्थं कर्मजसंयोगः भवति पक्षी अपि च वृक्षस्य मध्ये इति. अस्तु पुनः युतसिद्धः युतसिद्धत्व पृथगाश्रयाश्रितत्वम् इत्यस्य किञ्चित् वदति वा. पृथगाश्रय आश्रितौ इत्युक्ते यदा वयं यदा वृक्षपक्षि इति एव स्वीकुर्मः वृक्षस्य आश्रयः तस्य अवयवः किमपि शाखा इति अस्ति चेत् पक्षी तस्य वृक्षः तस्य अवयवे आश्रितः अस्ति. पक्षी पक्षी आश्रयः यदा पङ्कः इति अस्ति चेत् तस्य अवयवे तद् पक्षी आश्रितः अस्ति. पृथग् आश्रयः अस्ति द्वयोः वृक्षपक्षिणोः मध्ये पृथक् आश्रय आश्रितौ अस्ति. पृथक्त्वं कुत्र अस्ति? पृथग् आश्रयः पृथक् अस्ति. उत्तमं तदेव आश्रयः इत्युक्ते अवयवः पृथक् तस्मिन् ये स्थिताः ते अवयविनी अपि पृथक्त्वम् आयाति ते तयोर्मध्ये एव संयोगः सम्भवति इति. अस्तु इदानीं शुकवनमहोदय पठति वा अग्रिमं परिच्छेदद्वयं, प्रथमम् एकं पठतु तदनन्तरं युतसिद्धौ एकवारं वदतु वा? युतसिद्धौ इत्युक्ते एकस्य नाशनेन द्वितीयस्य नाशः न भवति, तदेव युतसिद्धः. अयुतसिद्धम् इत्युक्ते उदाहरणं भवति घटकपालः, यदा कपालः नश्यति घटः नश्यति एव, तदर्थं तत्र अयुतसिद्धत्वमस्ति. अस्तु, शुकवनमहोदय पठति वा? एवं शरीरं तरुश्च स्व अवयवे स्थितौ, ततः हस्तक्रियया हस्ततरुसंयोगः, तेन च शरीरतरुसंयोगः इति हि स्थितम्. एवञ्च पृथगाश्रयाश्रितयोरेव युतसिद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः इत्यागतम्. तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वम्. एवं शरीरं तरुश्च स्व अवयवे स्थितौ, शरीरः तु अवयवी, तरुः अपि अवयवी, तौ स्व अवयवौ स्थितौ इति आगच्छति. ततः हस्तक्रियया हस्ततरुसंयोगः, तेन च शरीरतरुसंयोगः इति स्थितम्. हस्तक्रिया हस्ततरुसंयोगः तु कर्मजसंयोगः, शरीर तेन शरीरतरुसंयोगः इति संयोगजसंयोगः इति वयं निश्चितवन्तः. एवं च पृथगाश्रय आश्रितयोरेव युतसिद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः. हस्तः तु युतसिद्धः, अपि च शरीरमपि युतसिद्धः, द्वौ अपि न महोदय, हस्त अपि च शरीरः युतसिद्धम् इति न वक्तुं शक्नुमः. आमामां यदा पुनः वदतु. हस्तः तरु तौ युतसिद्धौ पृथग, तौ तु पृथगाश्रय आश्रितौ, अपि च मूर्तौ अपि. तादृशमेव शरीरः अपि च तरुः पृथगाश्रय आश्रितौ, युतसिद्धौ, मूर्तौ च, तयोः मध्ये संयोगः जायते. हस्ततरु तरोः मध्ये कर्मजसंयोगः, शरीर तरोः मध्ये संयोगजसंयोगः जायते इति आगतम्. तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वम्. एतद्द्वारेण पृथक्त्वम् इति गुणः सिद्ध्यति. कथम् इत्युक्ते पृथग् आश्रय आश्रितौ इति तत्र लिखितमस्ति, तस्मिन् पृथग् इति पदमस्ति. यौ पृथगाश्रय आश्रितौ तयोः मध्ये एव संयोगः उभयविधसंयोगः भवितुम् अर्हति, अतः पृथक्त्वम् इति गुणान्तरं भवत्येव. अस्तु, इदानीम् एवं चिन्तयतु, पृथग् इति पृथगाश्रय आश्रितयोर् एव युतसिद्धयोर् एव मूर्तयोर् एव उभयविधसंयोगः भवति, परन्तु पृथगाश्रयाश्रितौ इत्यस्य पारिभाषिकशब्दस्य अर्थः अस्माकं पठितं पूर्वं करपत्रे, परन्तु अस्मिन् पुस्तके नास्ति खलु. तत्र किमर्थं वक्तुं शक्नुमः? तर्हि सिद्धं नः समीहितं गुणान्तरं पृथक्त्वम् इत्युक्ते सिद्धम् अस्माकं यत्तिष्ठं तदेव गुणान्तरं पृथक्त्वम् इति कथं वदति? एतद् यत्किञ्चित् दृष्टम् अद्य एव, अद्य इत्युक्ते सूक्तिललन्ति का इत्यस्य तत्र आरभ्य इतः पूर्वं यत्किञ्चित् पठितं तस्मिन्नेव समाधानं दत्तम् इति वदति सः. कथं तत् इति वक्तुं शक्यते वा? इत्युक्ते अहमपि किञ्चित् प्रयत्नं करोमि. प्रथमं यदा वर्गे आसम् तथा अवगतं, परन्तु इदानीं प्रायः सः वदति कृतराष्ट्रयाश्रितयोरेव युतसिद्धयोरेव मूर्तयोरेव उभयविधसंयोगः भवति. इत्युक्ते घटकपालयोः मध्ये संयोगः असम्भवः नास्ति तस्य. परन्तु वयं तु जानीमः पृथगाश्रय आश्रितयोर् एव इत्युक्ते ये भिन्न आश्रय भिन्न न पृथक् इत्युक्ते भिन्नदेशे आश्रितौ तेषां मध्ये ये एकस्य नाशनेन द्वितीयस्य नाशः न भवति तेषां मध्ये, अपि च ये मूर्तद्रव्ययोः मध्ये, तेषां मध्ये एव संयोगजः अथवा कर्मजः संयोगः भवति इति. इत्युक्ते भेदः तत्र कार्यं न कर्तुं शक्यते. नूतनगुणम् इत्येव आवश्यकं यदस्ति यः द्रव्येण भिद्यते, मूर्तद्रव्येण भिद्यते. पृथक्त्वं तु गुणः. घटे एकमेव पृथक्त्वम् अस्ति. घटे अथवा पटे यत् किमपि स्वीकुर्मः तत्र किमपि एकं गुणम् अस्ति संयोगस्य कारणं भवति इति तस्य वादः अत्र. घटकपालयोः मध्ये संयोगः न भवति. किमर्थं? ते आश्रयपरम्परायां भवन्ति, तत्र भिन्नदेशत्वं नास्ति. इत्युक्ते तेषां मध्ये संयोगः न भवति. परन्तु ये मूर्तयोः भिन्नदेशे स्थितः, तेषामेव पृथक् आश्रये स्थितः, अपि च एकस्य नाशनेन द्वितीयस्य नाशः न भवति, तेषां मध्ये संयोगः च अथवा कर्मज संयोगः भवति. इत्युक्ते ये किमपि गुणम् अस्ति यस्य कारणेन द्वयोः मध्ये संयोगः सम्भवति इति. अवगच्छति वा? अहं पुनः वदामि, प्रयत्नं करोमि. इत्युक्ते ययोः मध्ये संयोगः भवितुम् अर्हति, कर्मजसंयोगः वा संयोगजसंयोगः वा भवितुम् अर्हति, तत्तु पृथक्त्वम् इति अन्यतमगुणस्वीकारेणैव भवितुम् अर्हति. भेदः इति घटः पटः न इति भेदेन तयोः मध्ये संयोगः भवितुम् अर्हति वा न वा इति न निश्चयं कर्तुं शक्यते इति. अस्तु, परन्तु अत्र एकमेव वदामि. यद् भवान् उक्तवान् सर्वं सम्यक्, परन्तु भेदस्य विषये अर्थमूर्तयोः एव इति अस्ति. मूर्तयोः इत्युक्ते मूर्तद्रव्ययोः एव खलु. भेदः तु सर्वपदार्थवृत्तिः. आम्, तदर्थं मूर्तद्रव्ये किमपि अस्ति, एकः गुणः अस्ति एव यस्य कारणतः द्वयोः मध्ये संयोगः सम्भवति इति. भेदभिन्नः पृथक्त्वं भिन्नः, भिन्नः पृथक्त्वं तु द्रव्यवृत्तिः, मूर्तद्रव्यवृत्तिः. मूर्तद्रव्यवृत्तिः न भगिनि, नवद्रव्यवृत्तिः. सत्यं सत्यं, पृथक्त्वं नवद्रव्यवृत्तिः सम्यक्, परन्तु मूर्तद्रव्ययोर् एव संयोगः सम्भवति इति लिखितमस्ति अत्र. न, आत्मनः अपि संयोगः भवति, आकाशस्य अपि संयोगः भवति किल. अत्र एवञ्च पृथगाश्रयाश्रितयोरेव युतसिद्धयोरेव मूर्तयोरेव एकः मूर्तं भवतु अन्यः विभू भवतु, तदपि दृष्टवन्तः. एकः तु मूर्तद्रव्यं भवतु एव भवति एव खलु आम् आम् इत्युक्ते संयोगस्य निर्वाहः पृथक्त्वगुणम् अङ्गीकारेणैव भवति भवितुं शक्यते इति तदर्थमेव करपत्रस्य शीर्षकमपि आसीत् खलु संयोग अस्तु इति अवगच्छति वा सुनील् महोदय पुष्पा भगिनी रामप्रिया भगिनी संयोगस्य आधारेणैव पृथक्त्वभेदयोः परस्परवैलक्षण्यं तदेव शीर्षकमस्ति एकवारं वदतु महोदय संयोग संयोगस्य आधारेण पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति करपत्रं पठितवन्तः वर्गे समापितवन्तः संयोगं स्वीकृत्य एव पृथक्त्वस्य साधनं भवति अस्तु नूतनतया केनापि आगतं वा इदानीमेव किञ्चित् ध्वनिः श्रुतं मया अस्तु चीनापल्लि जाग् इति दृश्यति तस्य नाम अहं सुमलता अस्मि बहुवा कालानन्तरं श्रोतुम् इच्छामि तदर्थम् आगतवती भगिनि सत्यं चिन्ता नास्ति भगिनि प्रश्नाः सन्ति चेत् पृच्छताम् बहु कालम् अभवत् मया किञ्चित् अभ्यासम् अथवा पुनश्चरणं करणीयं केवलं श्रोतुम् इच्छामि तत् प्रथमसोपानमिति मत्वा आगतवती इदं प्रथमसोपानं नास्ति तु इद न्यायशास्त्रस्य न्यायशास्त्रम् अखिला भगिन्याः अस्तु पूर्वं केचन सप्ताहः पठितवती अनन्तरं मध्ये स्थगनम् अभवत् चिन्ता नास्ति चिन्ता नास्ति प्रश्नाः अखिला भगिनी न पाठयति वा इदानीं सा भारते अस्ति इदानीं ओ भवती कां भगिनि अहं सावित्री ओ अस्तु अहं न उक्तवती किमर्थम् इत्युक्ते किञ्चित् डिस्टर्बेन्स् भवति इति चिन्तयित्वा अस्तु भगिनि क्षम्यताम् अस्तु अग्रे गच्छामः वा महोदय सुकुमन महोदय अग्रिम पङ्क्तिद्वयमेव अस्ति पठति वा आम् पठामि पठामि भगिनि कथम् उच्यते पृथगाश्रय आश्रितत्वस्य पृथक्त्ववन्तौ यौ आश्रितौ तदाश्रितौ इत्यर्थः तादृशयोः आश्रयौ तदाश्रितौ यौ आश्रयौ तदाश्रितौ इत्यर्थः तादृशयोः वृक्षपक्षिणोः जायते संयोगः एवं संयोगज संयोगः अपि कथम् उच्यते कथम् इत्युक्ते गुणान्तरं पृथक्त्वं सिद्धम् इति पूर्वस्मिन् परिच्छेदे अन्तिमवाक्ये दत्तं तत् कथम् इति पृच्छति चेत् उच्यते पृथगाश्रय आश्रिता वित्यस्य पृथक्त्ववन्तौ यौ आश्रयौ तदाश्रितौ पृथक्त्ववन्तौ यौ आश्रयौ तद् आश्रितौ इत्यर्थः पृथक्त्ववन्तौ इति उदाहरणम् उदाहरणार्थं वृक्ष पक्षी इति स्वीकुर्मश्चेत् ते तु पृथक्त्ववन्तौ तयोः पृथक्त्वम् इति गुणः अस्ति पृथक्त्ववन्तौ एव महोदय आश्रय एव पृथक्त्ववन्तौ इत्युक्ते शाखा वा पर्णं वा यत्किमपि भवतु वृक्षस्य स्थले आश्रयः पृथक् अपि च पक्षी इत्यस्य स्थले अपि पङ्कः वा पादं वा आश्रयः एव पृथक् ओ हो हो ये तु अवयवी अवयवी इति स्वीकृत्य द्रव्यं कथं सिद्धं भवति महोदय? प्रथमं द्रव्यं कथं सिद्धं भवति? अवयविनः संयोगेन, अवयवाः संयोगेन, अवयवेन. आम् सत्यम्, अवयवयोजनेन अवयविनी सिद्धः भवति. आम् तदर्थम् अत्र लिखित अस्ति पृथक्त्ववन्तौ यौ आश्रयौ, आश्रयौ अत्र अवयवाः, अवयवाः तदाश्रितौ इत्युक्ते अवयवी. सत्यम् इत्यर्थः. तादृशयोः वृक्षपक्षिणोः जायते संयोगः. वृक्षः तु तस्य अवयवेषु आश्रितं, पक्षी तु तस्य अवयवेषु आश्रितम्. अतः तादृश वृक्षपक्षिणोः मध्ये एव संयोगः जायते. सत्यम्. अपि च संयोगजसंयोगः अपि तादृशवन्तौ मध्ये एव जायते इति. उत्तमं, तदेव लिखितम् अस्तु. प्रश्नः अस्ति वा? अस्तु, अग्रे पठामः. पुष्पा भगिनी पठति वा? अस्तु भगिनि, प्रथमवाक्यं पठतु. कपालभूतलयोः, कपालभूतलयोः पृथगाश्रयाश्रितवत्वेन तयोः संयोगसम्भवे अपि घटकपालयोः तथाविधत्वाभावात् न तयोः कर्मजसंयोगज संयोग उत्पत्तिः. कपालभूतलयोः पृथक् आश्रयः अस्ति. अवयविनः पृथक् आश्रयः अस्ति. तत् आश्रितत्वेन तयोः मध्ये, कपालभूतलयोः मध्ये संयोगसम्भवे अपि संयोगसम्भवे अपि कपाल घटकपालयोः तथा विधत्व अभावात् न तयोः कर्मजसंयोगज संयोगः उत्पत्तिः. कपालभूतलयोः पृथग् आश्रयः अस्ति. कपालः तस्य आश्रयः कः? भूतलः. न न न, कपालस्य आश्रयः, कपालस्य आश्रयः तथा तत् अवयविनः अवयवः इत्युक्ते कपालस्य आश्रयः कपालिका. भूतलस्य आश्रयः, भूतलस्य आश्रयः अवयवः, तस्य अवयवः. तत्तु पृथगाश्रय तयोः मध्ये न पृथगाश्रयः न पृथगाश्रयः तत् आश्रितत्वेन तयोः संयोगसम्भवः अपि तथा विधत्वाभावात् तत् अर्थं न. अस्तु, सुनीलमहोदय प्रयत्नं करोति वा? प्रथमवाक्यस्य अर्थः कः? अत्र उदाहरणद्वयमस्ति, अत्र कपालभूतलसंयोगः इति, अनन्तरं घटकपालयोः इति अन्यदस्ति. अत्र कपालः इति एकं द्रव्यं, भूतलम् इति अन्यद्रव्यं. तत्र पृथग् आश्रय आश्रितत्वं अस्ति इति. कपालः तस्मिन् अवयवे अस्ति, भूतलः अपि, भूतलमपि तादृशं. परन्तु अत्र घटकपालयोः मध्ये तदाविध पृथग् आश्रय आश्रितत्वं नास्ति इति अस्ति. अनन्तरं तदाविध अभावम् अपि स्वीकर्तुं न शक्नुमः इत्युक्ते अत्र भूतले कपालस्य अभावः इति वदामः, तादृशं वदामः चेत् तत्र घटकपालयोः मध्ये तदपि वक्तुं न शक्नुमः इति. न न न, भवान् यत् उक्तं प्रथमं तत् सम्यक् इत्युक्ते घटकपालयोः मध्ये यथा पृथगाश्रयाश्रितत्वम् अस्ति तथाविध पृथगाश्रयाश्रितत्वं नास्ति घटकपालयोः मध्ये. तथा तदर्थं प्रथम उदाहरणे संयोगः सम्भवति, द्वितीय उदाहरणे घटकपालयोः मध्ये कर्मजः वा संयोगजः वा संयोगः नास्ति. न संयोगः उत्पत्तिः इत्युक्ते संयोग अथवा कर्मज अथवा संयोगजसंयोगः सम्भवं नास्ति इति प्रथमवाक्यस्य अर्थः. अस्तु, भवानेव पठतु अग्रिमवाक्यं. न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिगत्वे मानाभावात् भूतलावधिगत्वस्यैव कपालावधिगत्वस्यापि आवश्यकत्वात् तद्दोष दोषदादवस्थितमिति वाच्यम्. तद्दोषतादवस्थ्यम् इति वाच्यं, तद्दोषदावस्थमिति वाच्यं. तद्वयं पूर्वं करपत्रे अपि दृष्टवन्तः. अत्र आपादानद्वयम् अस्ति इति, अत्र गुणरूपस्य तस्य रूपादिवत् इति एक आपादनं. अनन्तरं न च वाच्यम् इति वाक्यं, न च वाक्यम् इति प्राचीनानां एकशैली अस्ति इति, एकशैली अस्ति इति वयं दृष्टवन्तः. मध्ये आपादनद्वयमपि अस्ति इति सत्यम्. अत्र गुणरूपस्य तस्य रूपादिवत् इति एक आपादनं, मूर्त्युत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिगत्वे मानाभावत् इति, मानाभावत् भूतलावधिगत्वस्य एव कपालावधिगत्वस्य अपि इति अन्य द्वितीय आपादनं. तत्र गुणरूपस्य तस्य इति, तस्य पृथक्तस्य यत् स्थूलाक्षरैः लिखितं पूर्वं गुणान्तरं पृथक्त्वं तस्य. अस्तु, प्रथम आपादनं स्वीकुर्मः. इदानीं समयः जातः इति मन्ये. प्रथम आपादनम् अस्ति गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति प्रथम आपादनम्. द्वितीय आपादनं भूतलावधिकत्वस्येव कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोषतादवस्थ्यम् इति. अस्तु, प्रथम आपादने यत्किमपि अवगच्छति भवान् वदतु. अत्र अस्ति गुणः द्रव्योत्पत्तेः द्वितीयक्षणे एव सम्भवति. तद् तदेव पृथक्तस्य विषये अपि स्वीकुर्मः चेत् पृथक्तम् इति द्रव्यस्य उत्पत्तेः द्वितीयक्षणे एव भवितव्यमिति. इत्युक्ते तत्र इदानीं गुणानां पठनं भवति खलु, रूपरसगन्धस्पर्श यत् यत्किमपि इदानीं पर्यन्तं दृष्टवन्तः तेषाम् एकः अपि गुणः नास्ति यः नियतावधिकः, परन्तु अस्माभिः दृष्टं यत् भेदः नियतावधिकः। तदर्थं सः वदति गुणरूपस्य पृथक्त्वस्य रूपादिवत्, रूपादिवत् इत्युक्ते अत्र अन्ये गुणान् स्वीकृत्य मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात्। इदानीं पर्यन्तं ये ये गुणान् दृष्टवन्तः तस्मिन् एकः अपि नियतावधिकः गुणः न दृष्टम्। तदर्थं गुणः पृथक्त्वम् इति गुणः इति न स्वीकुर्मः, परन्तु नियतावधिकः एकः पदार्थः दृष्टः अस्माभिः, तद् भेदः, तदर्थं भेदः एव भवतु इति तस्य प्रथम आपादनम्। मानाभावात् इत्युक्ते तस् प्रमाणं नास्ति, किमपि गुणस्य नियतावधिकं न दृष्टं, प्रमाणं नास्ति इति। अस्तु, मूर्तोत्पत्तिद्वितीयादिक्षणे तत्सर्वं जानीमः एव। प्रथमगुणं द्रव्यम् उत्पद्यते, एकक्षणं निर्गुणं तिष्ठति, तदनन्तरं गुणः आगच्छति। अस्तु, एतद् गुणस्य स्वभावः, परन्तु अद्यपर्यन्तम् एकः अपि गुणः नियतावधिकः गुणः न आसीत्। नियतावधिकः इत्युक्ते अत्र नियमेन अवधिगत्वं वक्तुं स्पष्टतया वक्तुं शक्नोति तत्र इत्युक्ते सर्वत्र यत्र यत्र प्रत्ययः अथवा यत्र यत्र प्रतीतिः भवति तत्र नियमितरूपेण अवधिः भासते एव। पृथक्त्वम् इति वदामः चेत् कस्मात् पृथक् इति मनसि आयाति, तदर्थं वृक्षात् पृथक् वा पुस्तकात् पृथक् वा इति किमपि वक्तुम् इच्छा अस्ति, तदर्थं नियतावधिकः इति वदामः। तदस्ति प्रथम आपादनं, गुणः एकः अपि गुणः नियतावधिकः न आसीत्, तदर्थं गुणाः नियतावधिकाः नास्ति, परन्तु भेदः नियतावधिकः, तदर्थं भेदः एव अत्रापि स्वीकर्तुं शक्यते इति प्रथम आपादनं। द्वितीय आपादनं रामप्रिया भगिनी पठति वा? आं भगिनि, भूतल अवधिकत्वस्य इव कपाल अवधिकत्वस्यापि आवश्यकत्वात् तद्दोषतावस्थ्यम् इति वाच्यं, तदेव द्वितीय आपादनमस्ति। यदा भूतल अवधिकत्वस्य इव कपाल अवधिकस्यापि आवश्यकत्वात् तस्यापि आवश्यकत्वात् तद् दोषतावस्थ्यम् इति अस्ति। यदा वयं नियतावधिकत्वम् इति स्वीकुर्मः तदा एव अस्तु शीघ्रमेव वदामि, यत्किञ्चित् अवगच्छामि अहं वदामि, पुनः परिशीलयामः अग्रिमे वर्गे। अत्र लिखितमस्ति यथा पृथक्त्वम् इति नियतावधिकः गुणः इति स्वीकुर्मः, अस्तु, तथाविध स्वीकुर्मः चेत् भूतलावधिकत्वस्येव इत्युक्ते घटः भूतलात् पृथक् इति वदामः खलु, तथैव कपालावधिकस्यापि आवश्यकता भवति। नियतावधिकः इत्युक्ते सः चिन्तयति सर्वत्र अवधिः भासते एव, यथा भूतले अवधिः भासते, भूतलात् अवधिः भासते, तथैव कपालावधिकः अपि भवतु घटः, इत्युक्ते सर्वत्र अवधिः स्वीकार्यं भवति इति तस्य चिन्तनं। तथाविधचिन्तनेन किं भवति, पुनः तद्दोषतादवस्थ्यम् इत्युक्ते कपालघटस्य संयोगः जायते, स एव आपत्तिः पुनः आगच्छति इति तस्य द्वयं आपादनद्वयं लिखितमस्ति अत्र. अस्तु, पुनः परिशीलयामः अग्रिमे वर्गे. प्रश्नः सन्ति चेत् पृच्छतां, नो चेत् समयः जातः. भगिनि, किञ्चित् नूतनचिन्तनम् आगतं, तत् केवलं चिन्तनार्थमेव अहं स्थापयामि. मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य इति लिखितमस्ति किल, नैयायिकानां मतं किम् इत्युक्ते प्रथमं कार्यम् आगच्छति प्रथमक्षणे, द्वितीयक्षणे एव तस्मिन् गुणः आगच्छति, गुणाः आगच्छन्ति इति. सत्यम्. इत्युक्ते प्रथमक्षणे घटः भूतलात् पृथक् न. सत्यम्. इति आगच्छति किल. प्रक्रिया भवतु खलु, चित्रमपि दर्शितमस्ति, निर्गुणं तिष्ठति इति एकं चित्रमस्ति, प्रथमक्षणं निर्गुणं तिष्ठति. अहम् अवगच्छामि यद् भवान् वक्तुम् इच्छति तद् अहम् अवगच्छामि. तत्र किम् आपादनम् आगच्छति इत्युक्ते, यदा प्रथमक्षणे घटः भूतलात् पृथक् न इति आगच्छति चेत् घटे एव पृथक्त्वम् इति गुणं द्वितीयक्षणे आगच्छति इति कथं? तदेव आपादनं, चिन्तनार्थमेव केवलं. तथाविध बहवः मम चिन्तनं सन्ति एव. किं वदामि, बहवः प्रथमं महोदयेन उक्तं यत् पूर्णतया पुस्तकं पठतु तदनन्तरं वदतु इति, तदर्थम् अहं तुष्टीं भवामि इदानीम्. अस्तु, धन्यवादः, नमस्कारः सर्वेषां, शुभरात्रिः. धन्यवादः, शुभरात्रिः.